सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अयुण एयोङ अयौच अयवरट् लण् जवगणनं जवै गडदश् जवगडदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि। शर्मला भगिनी, समासूत्राणि वदतु। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकर्णे कृता बहुलं कृत्यैरधिकार्थवचने अनेन अन्येन व्यजनं भक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमीभयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायां तेन होरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैक सर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सितैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलम् पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैविशिष्टेनानन्य नानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानम् कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटायुवतिस्तोककतिपयदृष्टिधेनुवशावेहद्वक्ष्वष्कयणीप्रवृत्तश्रोत्रिद्याध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाखलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापराधरोत्तरमेकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीया तृतीयचतुर्थतूर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषत्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः उगतिप्रादयः उपपदमति अमयैवाव्ययेन तृतीयाप्रभृतिन्यतरस्यां त्वाच तत्पुरुषसमासान्तसूत्राणि तत्पुरुषस्याङ्गुले संख्याव्यवादेः अहः सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्न एतेभ्यः न संख्यादेहे समाहारे उत्तमैकाभ्यां च राजा सखिभ्यश्च घोरतद्धितलुकि अग्राख्याया मुरसः अनोष्मायसरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्च सक्थ्नः नावोद्विगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमद्भ्याम् अन्यतरस्य। धन्यवादः भगिनि। धन्यवादः महोदय। Somebody has joined now, not put the name. Aham Rohini asmi, Mahodaya. Rohini, you have not put your name. Go to chat and the name will come up. When you go to the chat, it will ask you the name. Okay. Pushpa Bhagini, patati va, annena vyanjanam iti sutram asti. गतवर्गे यत्र कृतेरधिकार्थवचने इति सम्पूर्णमस्ति इति कृत्वा व्यञ्जनानि तृतीयान्नं सुबन्धम् अन्नवाचिन सुबन्धेन सह तृतीया तत्पुरुष भवति समासः भवति अन्नेन व्यञ्जनं व्यञ्जना वाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुवन्तेन सह समस्यते विभाषा तत्पुरुषस्य समासः भवति अन्नं खादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुवन्तपदस्य अन्नवाचिना सुवन्तेन सह समासः भवति व्यञ्जनं संस्कारः अन्नं संस्कार्यं भवति अनयोः मध्ये उपसेचनक्रिया शाकसूपादिः भवति येन संस्कारभावः उत्पद्यते अतः सामर्थ्योत्पादनयोग्यतावश्यात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यकता अस्ति तस्य नाम व्यञ्जनम् अस्ति संस्क्रियते गुणविशेषताया क्रियते अनेन इति संस्कारो दध्यादिः अन्नेन एकवारं वदामि संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः अन्नेन तृतीयान्तं व्यञ्जनं प्रथमान्तम् अत्र दधि इत्यस्य वक्तुं शक् अस्ति महोदय दध्यादिः इति वदनेन दधि आदि दध्यादि सूपा इत्यादि व्यञ्जनं प्रथमान्तं सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सहसुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः अस्ति तत्पुरुषः इत्यस्य अधिकारः तृतीयतत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तृतीया व्यञ्जनं सुप् अन्नेन सुपासः विभाषा तत्पुरुषः समासः केन् यु टेक् इट् अप् महोदय ए लिटल् बिट् ऐ मीन् ऐ यूजुवलि हाव् मै ओन् नो भगिनि यु केन् एक्स्प्लेन् दिस् परिच्छेद बिफोर् गोयिङ्ग् टु द नेक्स्ट् Next one is on That's right. I want you to bring it up a little bit. Okay. Bring it up a little bit. so that I can read it and then manasi okay. Chintitva vadami. Agre. Purve. Oh, I don't want to give the example. I want to say about the meaning. Okay. Annena vyanjanam iti sutram asti. Atram tad sutram vadati vyanjana vachi trutiyantam. Tattu annena iti trutiyantam asti. Tad subantam annavachina subantena sah samasyate iti vadati. Tattu annam khadu swadu katam agacchati iti vyanjana vachinah vyanjanena vyanjanam upyuktva vyanjanam annam khadanam samyak agacchati. सम्यक् न सुखेन खादितुं शक्नुमः. तथैव अत्र व्यञ्जनं तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिन तत्तु अन्नेन इति अन्नवाचिन सुबन्तेन सह समासः भवति. तत्तु व्यञ्जनम् उपयुक्त्वा तत्तु समासः अन्नेन अन्नवाचिना सुबन्तेन सह समासः भवति. तत्तु अनुवृत्तिसहितसूत्रं पठित्वा वदतु. तृतीयव्यञ्जनं सुप् अन्नेन सुपासः विभाषा तत्पुरुषः समासः. तत्र व्यञ्जनं तृतीया तत्तु तृतीया सह सुपा अन्नेन सुपा सह तृतीया अन्नेन तत्तु अन्नेन तु तृतीया अस्ति अत्र एतद् सूत्रे. व्यञ्जनं तु प्रथमान्तमस्ति. तत्तु अन्नेन एतद् तृतीया अस्ति इति पूर्वे अस्ति न सुबन्तेन सह समस्यते. तद् अत्र पश्यतु भगिनि. हा दृष्टं सति सम्यक् वदितुं शक्नोमि. आल्वेस् ओपनिङ्ग् इट् अप् कम्प्लीट्लि आन् मै ओन् बट् इट् इस् नाट् देर् दट्स् वै ऐ हेड् डिफिकल्टि. नो प्रोब्लम्. एकनिमिषं महोदय. अत्र अस्तु. ऐ हेव् टु गो आल् द वे डौन् because I usually have it open in my to see myself completely so that I can explain it better. Tat samasa tat katam agacchati iti vadanena tatra prathama nirdishtam agacchati prathamataya tritiya अन्नेन तृतीया विभक्ति अस्ति किल अन्नेन तत्तु प्रथमनिर्दिष्टं परे प्राकडारसमासः इत्यस्मात् सूत्रात् समासः अधिकारः आगच्छति. तत्तु अत्र विभाषा अपि आगच्छति. तत्तु विभाषा निबन्धनेन अलौकिकन व्यस्तप्रयोगः अपि वक्तुं शक्नुमः. तदेव तत्र तत्पुरुषसमासः आगच्छति अन्नेन व्यञ्जनम् इति. धन्यवादः भगिनि. अत्र अन्येन व्यञ्जनम् इति सूत्रम् अस्ति जायमानम्. किं वदति अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत् तृतीया व्यञ्जनं सुप् इति एकम् अस्ति. तृतीया व्यञ्जनं सुप् इत्युक्ते तृतीयान्तपदं यद् व्यञ्जनं द्योतयति तत् सुबन्धम् अन्नेन सुपासः इत्युक्ते सुबन्धं यत् अन्नवाचिनः सुबन्धेन सह समस्यते अत्र तृतीयान्तं सुव्यञ्जनं पदम् अवश्यं भवेत् इति कृत्वा तृतीया तत्पुरुषसमासः भवति. विभाषा इति अधिकारे अस्ति इति कृत्वा समासं भवति तृतीयान्तं व्यञ्जनम् अन्नेन सह समस्यते चेत् अन्नेन तृतीया तत्पुरुषसमासः भवति अस्मिन् सूत्रप्रसक्तेन. अत्र सामर्थ्यम् इति अत्र मुख्यमस्ति. तृतीयान्तं पदं व्यञ्जनं कथम् अन्नेन सह समासं भवितुम् अर्हति इति चिन्तयामि चेत् व्यञ्जनं संस्कारकः एवम् अन्नं संस्कार्यं भवति. यत् व्यञ्जनयोजनेन अन्ने संस्कार्यं भवति इति कृत्वा संस्कारभावम् एव तस्य पदद्वयोः सामर्थ्यम् इति कृत्वा तस्य संस्कार्यं भवति व्यञ्जनेन इति एव कृत्वा तृतीयतत्पुरुषसमासं भवति. स्वादिष्टम् अन्नं स्वादिष्टं भवति अथवा तस्य रूप परिवर्तनं भवति इत्यादि संस्कार्यं भवति चेत् येन व्यञ्जनेन तत् कार्यं भवति तत् तृतीयान्तम् अवश्यं तस्य तृतीयान्तपदम् अन्नवाचिना शब्देन सह समासं कृत्वा तृतीया तत्पुरुषसमासीकृत्य एकार्थीभावं भवति. तदेव तस्य प्रक्रिया. तत्र अन्नवाचिनशब्द प्रथमान्तं भवति किन्तु व्यञ्जनवाचि तृतीयान्तं भवति. सूत्रे व्यञ्जनम् इति प्रथमान्तम् अस्ति कृत्वा व्यञ्जनं यतोहि तृतीयान्तं पदम् अस्ति तत् तृतीयान्तपदं प्रथमानिर्दिष्टं समास उपर्थसर्जनम् इति सूत्रेण सूत्रे प्रथमानिर्दिष्टं व्यञ्जनम् इति भवति इति कृत्वा तस्य पूर्वनिपातं भवति. अत्र रोहिणी भगिनी उदाहरणं पठतु. दध्ना ओदनः दध्योदनः दध्ना ओदनः दधि ओदनः च इत्यनयोः परस्परं कोऽपि सम्बन्धः नास्ति अतः एते द्विपदे असमर्थौ. तर्हि समासः कथं भवति? दधि कारणमस्ति, ओदनः कर्ता अस्ति, अनयोः मध्ये उपसेचनक्रियायाः द्वारा अनयोः पदयोः सम्बन्धः सिद्धः भवति, येन सामर्थ्यमपि सिद्ध्यति. दधि योगटा योग ओदन योगसु इति अलौकीयविग्रहः. अन्येन व्यञ्जनं इति सूत्रेण तृतीया तत्पुरुषसमासः क्रियते. अत्र इको एनर्जि इति सूत्रेण यण् सन्धि क्रियते. दध्ना ओदनः सूत्रे तृतीय इति पदम् अनुवर्तते. तृतीय इति पदं प्रथमा निर्दिष्टं तदा दधि शब्दस्य तृतीया विभक्तिः अस्ति. तद् उपसर्जनं भवति. तस्मात् दध्ना ओदनः अत्र दधि ओदनः इति समासः भवति. दध्ना ओदनः इति व्यस्तप्रयोगे भवति. दधि योग टा योग ओदन योगसु इति अलौकीयविग्रहे तस्य सुप् लोभा अनन्तरं दधि योग ओदन भवति. इको एनर्जि इति सूत्रेण दधि ओदनः इति सन्धि क्रियते. अग्रिम उदाहरणमपि पठतु. क्षीरेण ओदनः क्षीरौदनः क्षीरेण ओदनः क्षीरोदनः इति वैदिकप्रयोगः दृश्यते. लोके तु क्षीरोदन इति रूपं सम्यगस्ति. क्षीरेण ओदनः तदा तत्रापि तृतीय इति उपसर्जनम् इत्यस्य क्षीरेण इति पदम् उपसर्जनं भूत्वा क्षीरेण ओदनः इति इत्यत्र क्षीरयोग ओदन भवति. क्षीरयोग टा योग ओदनयोगसु अत्रापि सुप् लोपानन्तरं क्षीरयोग ओदन भवति. सन्धिकृते तु क्षीर ओदनः अवड तत्र विद्धि रादचिति सूत्र विद्रे एचि इति सूत्रं प्रवर्तते लौकिक प्रक्रियायां. क्षीरोदन इति भवति. अत्र वैदिकप्रयोगे क्षीरोदनः इति अपि दृश्यते इति उक्तम्. सम्यक् भगिनि, धन्यवादः. शर्मला भगिनि, अन्यानि उदाहरणानि पठतु. आं महोदय, तक्रेण ओदनम्, अत्रापि पुनः ओदनम् इति अन्नवाचि शब्दः अस्ति. तक्रेण इति तृतीयान्तं व्यञ्जनं भूत्वा तस्य उपसर्जन संज्ञा अस्ति, पूर्वनिपातः भवति. तक्र ओदनं, तक्रौदनम् इति समस्तपदं सिद्ध्यति. दध्ना अन्नम्, अत्र दध्यन्नं, दधि अन्नं, दध्यन्नं भवति. सूपेन ओदनः, पुनः सूपौदनः इति समस्तपदं. क्वथितेन ओदनः, क्वथितौदनः इति तृतीय तत्पुरुषसमासानि समासपदानि सिद्ध्यन्ति. प्रक्रिया तु अस्माभिः ज्ञायते एव. नरेश् महोदय, धन्यवादः भगिनि. नरेश् महोदय पठितुम् इच्छति वा? यस्, नरेश् महोदय, नो चेत् शर्मला भगिनी भवत्येव पठ्य. Yeah, tell me. Shrute? Shastama. Vakshena Mishri Karanam. Shastama. Amahode. Mishri Karanavachi. Tritiyantam Subantam Bhakshya Vachina. Subantena Saha. Tritiyatat Purusha Samasa Bhavati. अग्रे अपि पठामि. परिच्छेदं पूरं सम्पूर्णं पठतु. भक्षेन मिश्रीकरणं, मिश्रीकरणवाचि, तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिन, सुबन्तेन सह समस्यते. तत्पुरश्च समासो विकल्पेन भवति. मिश्रीकरणं नाम मेलनम् इत्यर्थः अस्ति. भक्ष्यं नाम तादृशपदार्थः यः कठोरः अवयवयुक्तः भवति, यस्य खादनार्थं समोः प्रयोगः भवति, यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते. अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम्. मिश्रयते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम्. भक्ष धातुतः ण्यप्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति. भक्ष्येन तृतीयान्तं मिश्रीकरणं प्रथमान्तं. मिश्रीकरणं नाम मेलनं, मिश्रणं. सुभामन्त्रिते प्राङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः अस्ति. तत्पुरुषः इत्यस्य अधिकारः तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तृतीया मिश्रीकरणं सुप् भक्ष्येन सुपा सह विभाषा तत्पुरुषः समासः. Can you explain that? Na kartum shaknomi. Chinta mastu. Mute mati. Mute mati. Astu. Tatra bakshena mishri karanam. Iti annena vyanjanam purvam sutramasti. Asmin sutre tadeva भिन्न रूपेण समास विधीयते. अत्र भक्षेण मिश्रीकरणम् इति पदद्वयमस्ति, द्विपदमिदं स्तुतं. भक्षेण इति तृतीयान्तं पदं, मिश्रीकरणम् इति कर्ममस्ति. मिश्रीकरणम् इति कार्यमस्ति. तत्र भक्षणेन पूर्वसूत्रे अन्नम् अन्नेन इत्युक्तम्, अत्र भक्षणेन इत्युक्तं. तयोः भेदः किम् अस्ति चेत् भक्षणेन कि अस्य पदस्य अर्थं बोधयते य भक्ष यत् स्वयं खादुं न शक्नोति. तस्य अन्यपदार्थेन मिश्रीकरणत्वेन एव तस्य स्वादु भवति अथवा खाद्ययोग्यं भवति इति कृत्वा भक्षणम् अस्ति चेदपि तस्य स्वयं न खादुं शक्यते इति कृत्वा भक्षणम् इति पदम् अस्ति. अन्नम् इत्युक्ते तत्र अन्नवाचन शब्दमस्ति इति पृथक् अस्ति. तत्र स्वयमपि खादुं शक्यते, संस्कारं भवति व्यञ्जनेन मिश्रीकृत्य. अत्र व्यञ्जनवाचिन न उक्तम् इति कृत्वा कोऽपि वस्तुना मिश्रीकरणं कृत्वा भक्ष्यं खाद्ययोग्यं भवति इति कारणेन मिश्रीकरणं भक्षेण मिश्रीकरणम् इति सूत्रमस्ति. इति अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम्. अमिश्रम् भक्षणम् अमिश्रं भूत्वा तत् मिश्रणं कृत्वा खाद्ययोग्यं खाद्यद्रव्यं भवति इति कृत्वा भक्षेण मिश्रीकरणम् इति अस्मिन् सूत्रस्य सामर्थ्यं भवति. सामर्थ्यस्य विषयमेव मिश्रीकरणस्तेन सामर्थ्यं भवति, अन्नं खाद्ययोग्यं भवति इति कृत्वा यदा पूर्वमस्ति समा सुवामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सुप् प्राक्कडारा सवः सुप विभाषा तत्पुरुष एतेषाम् अधिकारे अस्ति. तृतीया तत्कृतार्थेन गुणवचनेन इत्यसूत्रात् तृतीया इति अनुवृत्तिसहितेन उद्धृतमस्ति. तेन कारणेन अनुवृत्तिसहितसूत्रं भवति तृतीया मिश्रीकरणं सुप् इत्युक्ते किमपि वस्तु किमपि सुबन्धं मिश्रीकरण वस्तु द्योतयति तस्य तृतीयान्तरूपं भक्षेण सुपसः इत्युक्ते भक्षणवाचि शब्दः यस्य सुबन्धं तयोः मेलनं कृत्वा समसनं कृत्वा तृतीया तत्पुरुष समासं भवति. विभाषा इत्यधिकारम् अस्ति इति कृत्वा व्यस्तप्रयोगमपि भवति इति एव तस्य संक्षेप अर्थमस्ति. अरुणा भगिनी अग्रिमपरिच्छेदं पठति वा? किं महोदय? न, अरुणा भगिनी अरुणा भगिनी श्रूयते वा? यु आर् आन् म्यूट्, यु हर् टु अन्म्यूट् युर्स्. रोहिणी भगिनी पठति वा? रोहिणी भगिनी you are not able to unmute. Pushpa Bhagini, you are able to unmute, no? Yeah, I can unmute easily. Sharmila Bhagini? There is an unmute button. You can unmute it easily. Right. Aruna Bhagini, now you are unmute. Sharmila Bhagini, Patatu Bhagini. Astamade. Asmin Sutre, Mishri मिश्रणक्रियाद्वारा सामर्थ्यं गुडेन धानाः इत्यस्मिन् उदाहरणे गुडेन इति तृतीयान्तपदस्य मिश्रितः इत्यर्थः. अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणं गुडः करणम् अस्ति, धानाः च कर्म इति. गुडेन धानाः इत्यस्मिन् मिश्रणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति अस्ति एव, अथवा आक्षिप्ता क्रिया वर्तते. आक्षिप्तायाः मिश्रणक्रियाद्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यं प्राप्यते इति स्वीक्रियते. अत्र मिश्रीकरणक्रियाद्वारा यद्यपि द्वयोः सुबन्तयोः मध्ये सामर्थ्यं नास्ति, तत्र मिश्रणक्रियाद्वारा सामर्थ्यं भवति. गुडेन धाना इति धानाः इति एकम् उदाहरणमस्ति. तत्र गुडेन इति तृतीयान्तम् अस्ति, धानाः इति प्रथमान्तमस्ति. तत्र गुडेन धाना इति यत् धानः यः अस्ति तस्मिन् गुडस्य मिश्रीकरणं भूत्वा गुडधानः इति पदार्थः सिद्ध्यति. तत्र यद्यपि गुडेन धानः इति मिश्रीकरणं कृतम् इति न उक्तं, परन्तु तत्र आक्षिप्ता क्रिया, सो ऐ थिङ्क् इट् मीन्स् अण्डर्स्टुड् और् naturally understood. Akshipta ityukte aropita kriya iti arthena. Tatra paramparaya gudadhana sarve khadanti iti krutva samarthyam prapyate iti va. Paramparaya samarthyam prapyate iti. Ataha tatra gudadhanaha ityukte gudasya dhanasya cha mishranam bhavati इति कृत्वा गुडधानः इति समस्तपदं भवति इति अर्थं भवति इति मन्ये. Right. See, if we look at it, the grains by itself is not consumable because it is tasteless and it's hard. Right. But by just mixing with the jaggery, that becomes consumable. Consumable, yeah. So that prakriya is what is called akshiptaya, mishrikarana dwara. Both the meaning is the same. Mishrikarana akshiptaya, mishrikarana dwara. गूढशब्दः दान इति शब्देन सह पारम्पर्यसामर्थ्यं प्राप्यते इति स्वीक्रियते. सो दट् इस् दियर् द सी एकार्तिभावम् अदर्वैस् सामर्थ्यं बिट्वीन् द टु पदास् आर् मोर् इम्पोर्टेण्ट्. सो अन्न दान एण्ड् गुड दिस् आर् इण्डिपेण्डेण्ट् सुवन्दस् बट् हौ डस् द सामर्थ्यं बिट्वीन् द टु कम् फार् मेकिङ्ग् ए तृतीयान्तं तत्पुरुषसमास इस् इस् अ क्वश्चन्. So for explaining that only, by mixing that two, the samartyam for the dana comes up for eating because of the presence of guda. This is the reason why annena, I mean, bhakshena mishrikaranam iti sutre. Tatra vi upasarjanam purvam iti sutrasya prathamati mishrikaranam iti prathamadam asti sutre iti kritva मिश्रीकरणं येन सुबन्धेन सह भवति तत् तृतीयान्तं भवितुम् अर्हति. तृतीयान्तं सुबन्धेन सह समस्यते इति कृत्वा पूर्ववतं भवति गुडेन मिश्रीकरणं. तत् उदाहरणमपि पठतु भगिनि. यथा गुडेन मिश्रिताः धानाः गुडधानाः, नाम धान्यपदार्थः गुडेन मिश्रितः इत्यर्थः. गुडः धानाः च इत्यनयोः साक्षात् सामर्थ्यं नास्ति, तर्हि समासः कथं भवति? यद्यपि साक्षात् सम्बन्धः नास्ति, तथापि मिश्रीकरणम् इति क्रियाद्वारा पूर्वोत्तरपदयोः सामर्थ्यं सिद्ध्यति. गुडयोगः टायोगः धानयोगः च इति अलौकिकविग्रहः. एतत्तु वयम् इदानीमेव चर्चितम् इति मन्ये. गुडः च धानः च एतेषां एतयोः किमपि सम्बन्धं सामर्थ्यं तु नास्ति, परन्तु मिश्रीकरणं यदा भवति तदा पूर्वपदं च उत्तरपदम् एतयोः सामर्थ्यं सिद्ध्यति. अतः गुडधानाः इति समस्तपदं सिद्ध्यति. सम्पूर्णप्रक्रिया वदितुम् इच्छति वा? गुडयोगः टायोगः धानयोगः च अत्र विस्मृतं महोदय. सुपो धातु प्रातिपदिकयोः इत्यनेन सुप् लुक् भवति, परन्तु तत्पुरुषः इत्यनेन प्रथमं संज्ञा विधीयते कडारा कर्मदारया एवं भक्षेण मिश्रीकरणम् इति कृत्वा संज्ञा द्वयं विधानं भवति. तदनन्तरम् अलौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यात् अनन्तरं प्रत्ययानां लुक् कथं भवति, लोपः कथं भवति, तदनन्तरम् उपसर्जनं कथं भवति, तदनन्तरं न सन्धि पूर्ववदम् उत्तरपदं भूत्वा तयोः सम्मेलनं कथं भवति, सन्धिविषयमस्ति वा न, तदनन्तरं समासान्तप्रक्रिया किमपि अस्ति वा न इति द्रष्टव्यं. समासान्तप्रत्यया अस्ति चेत् तस्य कार्यं करणीयं. तदनन्तरं भवति सुबुत्पत्ति. सुबुत्पत्तिविषये किञ्चित् विशिष्टसूत्रम् अस्ति वा न इति द्रष्टव्यं. तत् कृत्वा अन्तिमरूपं सिद्ध्यति. तत्र विभाषा इति कृत्वा व्यस्तप्रयोगमपि भवति, तदपि उक्तं वदनीयम्. सोपानानि मनसि या चिन्तयति चेत् एकमेकम् उक्त्वा यु केन् डू दट्. ऐ नो द स्टेप्स् बट् ऐ फॉरगॉट द सूत्रस्. ऐ बेटर् गो एंड रीड देम अप. या इट यू नो बिकॉज अनलेस वी प्रैक्टिस इट ऑन आई मीन इन अ फ्रीक्वेंट वे दैट विल नॉट रिमेन इन द माइंड. Yeah, when we were doing Abhyayi Bhava Samasa, it was there. Every example we were going through it, so it was there in my mind. Right. I forgot. I should go and read. Sorry. No problem. So, Rohini Bhagini, Janati, can you remember the steps? Initially, I was not in the class. I actually have not studied those portions. Okay. I just heard, I know there are Pancha Ubhangani, right. Pancha Sobhanani. Oh, okay. And Aruna Bhagini, are you able to speak now? You're unmuting yourself, but your voice is not coming. The mic. I can see you. You have unmuted yourself. Speak, Aruna Bhagini. Speak. You can speak. But her voice is not coming. Volume is not high. Volume may not be high. I think we are not able to hear you. Maybe you have to go out and come back again. I can tell from the notes, I have points I had noted down. Yeah, please tell. Please tell that. Pancha Ubhangani, Prathama Ubhangaha, Samasa Sapnya Vidhanam. तत् प्राक्कडार समासः इति सूत्रेण अथवा तथा च अविभावः इति सूत्रेण भवति अविभावसमासः प्रकरणे अत्र अविभावसमासः नास्ति बिफोर् भक्षेण मिश्रीकरणम् इस् द सूत्रं हियर् द्वितीयसमुपाङ्गः अथवा द्वितीयसोपानं पूर्वप्रयोगस्य निर्णयम् अथवा उपसर्जनस्य निर्णयम् उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञा विधीयते यत् यत् समासे प्रथमान्तं पदं तत् उपसर्जनसंज्ञा भवति तत् पूर्वं भवति उपसर्जनं पूर्वम् इति सूत्रेण तृतीय उपाङ्गः लिङ्गवचनस्य निर्णयं तद् भगवद् सूत्रं चतुर्थ उपाङ्गः समासस्य कार्याणि सुपयोजनं पञ्चमभाङ्ग सुपयोजनम् ओके नाउ आई विल टेल यू जस्ट लिसन दैट प्रथम अस्ति कडार कर्मदार कृत्तद्विध समासश्च इति समास संज्ञा विधीयते तदनन्तरं विशिष्ट सूत्रम् अस्ति भक्षेण मिश्रीकरणम् इति जायमान सूत्रम् अस्ति इति तृतीय तत्पुरुष समासस्य विधानं भवति तदनन्तरम् अलौकिकविग्रहवाक्यं वक्तव्यं गुडा गुड् योगः गुडयोग टा योग दानयोगः जस् अत्र अवयवरूपेण विद्यमान टा एवं जस् ये प्रत्ययोः लोपः क्रियते सुभो धातुप्रातिपदिकयोः इति सूत्रेण प्रत्ययोः लोपानन्तरं गुडयोगदान इति अवशिष्यते तत्र सूत्रे भक्षेण मिश्रीकरणम् इति मिश्रीकरणं प्रथमानिर्दिष्टमस्ति इति कृत्वा प्रथमानिर्दिष्टं समास उपसर्जनं भूत्वा गूढ इति पदस्य मिश्रीकरणवाचीन गूढ इति प्रथम विभक्तिं द्योतयति इति कृत्वा तस्य पूर्वनिपातं भवति कृत्वा गूढयोगदान तदनन्तरं गूढयोगदान केवलं वर्णमेलनमेव तत्र सन्धिकार्यं किमपि नास्ति इति कृत्वा गुडदान इति दान इति भवति तदनन्तरं समास असमासान्तप्रत्ययविधान कोऽपि न सूत्रं नास्ति इति कृत्वा गुडदान यदा तदेव तिष्ठति तदनन्तरं तस्य सुबुत्पत्ति कृते परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण परलिङ्गपरसुबन्धं किमस्ति तस्य विभक्ति भवति समस्यशब्दस्यापि तत्र दानाः इति प्रथम बहुवचने दत्तमस्ति इति कृत्वा गूढदानाः इति समस्तपदं सिद्ध्यति तदेव सोपानानि अत्र धन्यवादः भगिनि अत्र किमपि नास्ति एनी अदर् थिङ्ग् एनी अदर् thing which we have to discuss with, because this only two sutras were discussed in the last class, because we had completed the earlier ones. Pushpa Bhagini, any questions for you? Or Naresh Mohode, you are not attending the Samasa class of Vidya Bhagini, isn't it? No, Mahoday, aham na janami. Aham pratham varam agatavan na janami yat etat vargah mama krite asti vana. चिन्तामस्ति यत् अस्य चिन्तनवर्गमस्ति ये कोऽपि विद्याभगिन्या समासवर्गे उपस्थिता भवन्ति तेषां कृते यत् केवलं चिन्तनवर्गमस्ति. अहं तु कुत्रापि न गतवान् अत्र प्रथमवारं नव समासवर्ग शुरुवात् ऐ मीन् व्हेन् इट् स्टार्ट्स् न्यू देन् यू केन् जायिन् राइट् नाउ समास ऐ थिंक वी हैव फिनिश्ड अभिभाव समास व्हिच इज लाइक ऑलमोस्ट अ ईयर क्लास ईयर होल ईयर या दिस इज अ मिस्टेक आई हैव कम इन दिस I don't know. I'll have to go to some starting class. That's okay. Yeah. Dhanyavaad. This is just a Chintanam class. So you have been doing Vyakarana class? Yeah, I have been doing different Vyakarana classes, but this thing I haven't done. Yeah. Arvind Mahodaya, somebody has to start from the beginning. New Avyayi Bhava Samasa classes. I'll have to look for that. Yeah, I think somewhere along the way they have to start new classes, because Vidya Bhagini has been doing it for more than a year now almost. Yeah, for me this is first time, so I'll have to look for the other class then. Right. No, they haven't started yet. It isn't started. Okay. Yeah, I'll no, I mean, no problem. I'm just telling you, Vidyabhagini's class. Actually, I am also in Chintana Bhagini's class. Then it was not Chintana Bhagini. Just regular Samasa class only. So, shall I leave this class today? Continue? Rohini Bhagini, you don't go to the Vidyabhagini's class. See, right? No, I am not in Vidyabhagini's class. No. I was in Sri Ramahodaya's class. When Sri Ramahodaya stopped, I came in this class. Then Arvind Mahodaya started. I'll tell you for the benefit of all, one thing. What happened is, Pushpa Pini Kanima, what is that Samasa, the regular classes are being conducted by Vidya Bhagini. And this Chintana Vargam was started first by Lakshmi Bhagini, then handed over to Sri Ram Mohadaya, and then Sri Ram Mohadaya's mother fell sick. So I was asked to handle it. And so that is how I started handling it. Now it has become my baby now. So as far as this is concerned, this is a Chintana Varga or discussions based on any doubts which is not clarified in the Vidya Bhagini's class. We, those who are attending the class, we discuss this one. So, but as far as Rohini Bhagini is concerned, she was attending this from the day one. So for her, this was virtually like a class where it was attending. Later, nowadays I see her coming for the Vidya Bhagini's class also whenever she gets time. So no, I have never attended Vidya Bhagini's class. Yeah. The time is not suitable for me Right. So you don't have to worry. You can come and attend this class, no problem, because You have been there from the beginning, so you are getting the thread completely. You have the continuity. Yeah. It's exactly what's going on in the Vidya Bhagini class. All right. So we are discussing exactly what has happened in the last class in this discussions group. So I will leave and I'll look for some other class then. Okay. Okay, namaste Mahodaya. You continue here. You hear whatever is available, just continue. You will get something. It's not... It is, you are not barred from attending. If you want to attend, you can attend, Mahodaya. There is no problem. You will get something. At least something you will get from this class. Maybe for some more time. I have another engagement also after 10:10. So I'll see. Yeah, okay, Mahodaya. Yeah, we are, okay. Today we'll see another half an hour more. Normally this class is conducted. But since today we have completed both the sutras today, we'll be terminating now the class now. But normally we have for another half an hour more for this, if the sutras are big and there is more to be discussed. Astaga.